सर्वेषां स्वागतम्। इदानीम् अस्माकं हौसन्दिवर्गः प्रवर्तमानः अस्ति। एतावता सत्त्वसन्धिपर्यन्तम् अस्माभिः अधीतं, किन्तु एतत् अभ्यन्तरे पुनस्मरणं प्रवर्तमानमासीत्। रक्षा भगिनी बहु सम्यक् रीत्या पाठयति स्म अत्र किं पूर्वसव परसवर्णसन्धिति पर्यन्तं जातमस्ति इति मन्ये, परसवर्णसन्धितिपर्यन्तम्। इदानीम् एतावता बहु किमपि अस्माभिः अवलोकितम् अस्मिन् विषये, इतः अग्रे किं कर्तव्यम् इति चेत् तत्र विस्मरणं सरलतया सहजतया च भवति खलु। विस्मरणम् एतत् सर्वं वयं यत् अधीतवन्तः, तस्य मनसि कथं वा तिष्ठेत् इति महान् प्रश्नः। प्रथमवारं यदा वयम् एतत् सर्वम् अधीतवन्तः, मन्दं मन्दं वयं गतवन्तः, मन्दं मन्दं। तदनन्तरं क्रमेण यदा पुनरवलोकनं भवति, क्रमेण द्वितीयवारम् इतोपि किञ्चित् शीघ्रं, तृतीयवारं पुनः इतोपि शीघ्रं, चतुर्थवारं पुनः इतोपि शीघ्रं, येन क्षणात्मकावलोकनं यदा भवति अस्माभिः, परिचयः, विषयः परिचितः अस्ति। अतः केवलं क्षणात्मक अवलोकनं भवति चेत् ओहो एतत् अस्ति, ज्ञायते ज्ञायते अस्तु इति तादृशम् अपेक्षितमस्ति। अनन्तरम् एवमेव स्वाभाविकरूपेण शनैः शनैः मनसि आगच्छति, तिष्ठति चेत्, तिष्ठति च इति लक्ष्यमस्ति खलु। आजीवनपर्यन्तं यदा कदाचित् हल्सन्धेः अवसरः अस्ति, पुनः करपत्रं द्रष्टव्यमस्ति चेत् इति समीचीनं नास्ति खलु। मनसि तिष्ठेत् कथञ्चित्, तु कथं भवति एतत् सर्वम् इति किञ्चित् एकवारं प्रदर्शयामि। चिन्तनं शीघ्रमेव, एतत् सर्वम् इदानीं यथा आरम्भतः द्रक्ष्यामः, आरम्भतः किन्तु शीघ्रमेव द्रक्ष्यामः, येन धारप्रवाहः मनसि स्यात् यत् अस्तु एतत् सर्वम् अस्ति, जानामि जानामि, एतत् सर्वं तत्र मम मनसि तत्र तिष्ठति एवं रूपेण। तर्हि पश्येम कथं भवति इति एकवारं आरम्भतः पश्यतु। तर्हि अत्र हल्सन्धिः इति विषयः प्रथमस्ति, प्रथममस्ति श्रुत्वसन्धिः अपि च श्रुत्वसन्धिः। अत्र कार्यसमूहः अस्ति, एकः कार्यसमूहः अस्ति, श्रुत्वसन्धिः श्रुत्वसन्धिः च, तत्र पञ्चसूत्राणि सन्ति। अनन्तरं एतत् सर्वं परिसमाप्य अनन्तरं जष्ट्वसन्धिः अपि च चर्त्वसन्धिः अपि च अनुनासिकसन्धिः इति पुनः कार्यसमूहः अस्ति। नाम काचन आकृतिः अपेक्षिता अस्ति मनसि, येन नाम मेथड् आफ् आर्गनैज़ेशन् मनसि, येन एतत् सर्वं सरलतया तिष्ठेत्। तर्हि इति द्वितीयकार्यसमूहः अस्ति, नाम जष्ट्वसन्धिः, चर्त्वसन्धिः, अनुनासिकसन्धिः इति अनुनासिकसन्धिः। अनन्तरमस्ति अनुस्वारसन्धिः, अनुस्वारसन्धिः, परसवर्णसन्धिः च इति पुनः तृतीयकार्यसमूहः। नाम अत्र मासत्रये भगिन्या यत् बहु सुन्दररीत्या पाठितमासीत् इदानीं पञ्चनिमेषेषु अवलोकयामः. अत्र कार्यसमूहत्रयमस्ति, अत्र किमपि नास्ति, बहु किमपि अस्ति, किन्तु वयम् अधीतवन्तः, परिचितः विषयः खलु. अतः इदानीं शीघ्रावलोकनेन मनसि तिष्ठति इति पश्येम. अत्र कार्यसमूहत्रयमस्ति. तर्हि प्रथमं किम्, प्रथमं किम् इति यथोक्तं ष्टुत्वसन्धिः, ष्टुत्वसन्धिः च. अत्र पञ्चसूत्राणि सन्ति. अस्य नाम अत्र अस्ति पाणिनेः सौन्दर्यं, पाणिनेः पद्धतेः सौन्दर्यमस्ति यत् केवलं सूत्रस्य ज्ञानेन सुलभतया समग्रविषयः मनसि तिष्ठति. अष्टाध्यायी सर्वेषां पार्श्वे नास्ति, तथापि सुलभतया वयम् अवगन्तुं शक्नुमः. पश्यन्तु अत्र श्रुत्वसन्धिः, स्तौ ष्टु नष्टुः जानीमः खलु. उदाहरणं किं, भवत् चक्षुः, भवच्चक्षुः. अत्र दन्त्यवर्गस्य न तालव्यवर्गस्य प्रभावेन दन्त्यवर्गस्य तालव्य आदेशः भवति इति स्थूलरीत्या जानीमः. स्तोः ष्टुनाष्टुः, तालव्यप्रभावेन दन्त्यवर्गस्य तालव्य आदेशः भवति. सुलभमस्ति, किमपि नास्ति, जानीमः, अधीतवन्तः. भवत् चक्षुः, चकारस्य प्रभावेन तकारस्य स्थाने चकारादेशः भवति. स्तोश्चु नष्टुः, अस्तु. किन्तु तत्र निषेधात्मकं सूत्रमस्ति शात्, शात् न भवति. नाम तत्र शकारात् न भवति, अत्र शात्. तर्हि स्तोश्चु नष्टुः मनसि अस्ति, शात् इति अस्ति. उदाहरणं मनसि तिष्ठति चेत् समीचीनं. प्रश्नः, तत्र षकारः पूर्वमस्ति, अनन्तरं नकारः, दन्त्यनकारः अस्ति, तालव्यषकारः अस्ति, अतः न भवति. किमर्थं शात्? स्तौ ष्टुनष्टुः शात्. अनन्तरमस्ति ष्टुनाष्टुः, ष्टुत्वसन्धिः. अत्र तथैव अस्ति, मूर्धन्यवर्गस्य प्रभावेन दन्त्यवर्गस्य मूर्धन्यादेशः भवति. यथा आकृष्टशब्दः इति परिचितशब्दः अस्ति, आकृष् योगहत्तः. तत्र षकारस्य प्रभावेन तकारस्य स्थाने मुडण्यटकारादेशो भवति आकृष्टः. बस् तावदेव अस्ति, ष्टुनष्टुः समाप्तं, किमपि नास्ति. यथा ष्टुः, यथा स्तौ ष्टुनष्टुः, तथैव ष्टुनष्टुः. उभयत्र सकारस्य परिवर्तनं, दन्त्यवर्गस्य परिवर्तनं भवति. प्रथमतया तालव्यवर्गस्य प्रभावेन, अनन्तरं मूर्धन्यवर्गस्य प्रभावेन, किमपि नास्ति. निषेधात्मकसूत्रद्वयमासीत् शात् उपरि. अत्र सूत्रद्वयमस्ति, तोहुषि अपि च नापदान्तात्तोराणां, तोरणाम् इति, नापदान्तात् तोरणाम् इति निषेधात्मकसूत्रद्वयमस्ति. तर्हि यथा उपरि आसीत् शात्, नाम तत्र तालव्यषकारः प्रथमम् अस्ति चेत् दन्त्य नाम तवर्गस्य तत्र परिवर्तनं न भवति इति अस्माभिः दृष्टं. नाम षकारः पूर्वं शात्, पञ्चमी अस्ति खलु शात्. इदानीं तोः षि, इदानीं पूर्वमासीत् शात्, इदानीं षि अस्ति, तोः षि, षि इति सप्तमे अस्ति, अतः विपरीतमस्ति खलु. नाम पूर्वमस्ति दन्त्य, अनन्तरमस्ति मूर्धन्यः, किमपि नास्ति. उपरि अस्ति, उपरि अस्ति शात्, अत्र तोः षि. तर्हि तोषि इति भवान् षष्ठः, तत्र अनन्तरमस्ति षकारः. तवर्गस्य ष्टुत्वं न स्यात् षकारे परे. उपरि आसीत् पूर्वं तालव्यषकारः, अत्र अस्ति अनन्तरं मूर्धन्यषकारः. निषेधः किमपि नास्ति. अपि च न पदान्तात् तोरणां पदान्तात्तवर्गात् स्तोः ष्टुः न स्यात्. पदान्तात् तवर्गात् स्तोः ष्टुः न स्यात्. तर्हि प्रथमम् अत्र अत्र अस्ति पूर्वं मूर्धन्यः तवर्गः, अनन्तरं दन्त्य तत्र न भवति इति निषेधः. तत्र एक तत्र अपवादः अस्ति, नाम तत्र नाम अत्र नाम अनन्तरं वार्तिकमस्ति, अतः आहत्य नाम नवतिः नगर्यः इति अस्ति. अस्तु, समीचीनमस्ति. षण्णां षण्णवतिः षण्णगर्यः इति भवति. अन्यत्र सर्वत्र मुडन्यपूर्वमस्ति चेत् न भवति इति अस्ति. इदानीम् आहत्य पञ्चसूत्राणि सन्ति, पश्यन्तु. अस्य अष्टाध्याय्यां क्रमः कः? अष्टाध्याय्यां क्रमः अस्ति प्रथमतया स्तोः. अत्र सूत्रसङ्ख्यां पश्यन्तु, स्तोः ष्टु नष्टु इति प्रथमं सूत्रमस्ति, चत्वारिंशत्. अष्टमाध्यायस्य चतुर्थपादस्य चत्वारिंशत्तमं सूत्रमस्ति, चत्वारिंशत् इति पश्यन्तु, स्तोः ष्टु नष्टुः. तदनन्तरमस्ति ष्टु नष्टुः, यतोहि अनुवृत्तिः अस्ति, अनुवर्तनं भवति. स्तोः ष्टु नष्टुः तत्र अनुवृत्तिसहितसूत्रमिति पश्यन्तु, स्तोः ष्टुनाष्टुः संहितायां प्रथमम्, अनन्तरं ष्टु नष्टुः, स्तोः ष्टुनाष्टुः संहितायां. सो कुत्र भवति इति प्रथमतया पाणिना उच्यते, स्तोः ष्टुनाष्टुः ष्टुनाष्टुः. अनन्तरं कुत्र निषेधः भवति, अस्माकं निषेधः अपेक्षितः तत्र न पदान्तात्तोरणाम् इति प्रथमं सूत्रं, यतोहि तत्र नकारः अस्ति. पश्यन्तु सूत्रे नकारः अस्ति, न पदान्तात्तोरणाम्. अन्यत्र कुत्र न भवति? तोहुषि, तोहुषि न ष्टुः संहितायाम्. अनन्तरम् अस्ति शात्. सूत्रक्रमः सत्यसूत्रं क्रमं पश्यन्तु, प्रथमतः अस्ति न पदान्तात्वरणाम्, अनन्तरं तोहोषि, अनन्तरं शात्. सर्वत्र न इति अनुवर्तते. प्रथमस्ति पदान्तात् तोहोस्तोहोष्टुः न इति अस्ति. पदान्तात् तोः स्तोः ष्टुः न इति प्रथममस्ति न. अनन्तरं तोहुषि न ष्टुः संहितायाम्. अनन्तरमस्ति शा तोः न संहितायां. तर्हि कुत्र भवति इति प्रथमतया उच्यते, स्तोः ष्टुनष्टुः ष्टुनष्टुः. अनन्तरं कुत्र न भवति? न पदान्तात्तोरणां, न तोहुषि, न शात् इति तावदेव अस्ति. सूत्रपञ्चकं भवति चेत् मनसि कार्यं समाप्तमस्ति. शात् नाम किं? प्रथमं श, अनन्तरं दन्तिवर्गः, तत्र न भवति. प्रश्नः इति उत्तरम् इति उदाहरणम्. अनन्तरं तोहुषि, तत्र विपरीतमस्ति. प्रथमतया यतोहि षि इति सप्तमी अस्ति, प्रथमतया न, अनन्तरमस्ति मृदन्यः, तत्र न भवति. अनन्तरं न पदान्तात् तोः पदान्ते पदान्ते तोः प्रथमस्ति चेत् नमठवर्गः मूर्धन्यः तत्र न भवति. पश्यन्तु अत्र तोहुषि, तोहुषि इति केवलं षकारः, मूलान्यषकारः, सः अनन्तरमस्ति. शात् इति तालविषकारः प्रथममासीत्, इदानीं तस्य विपरीतत्वेन मूलान्यषकारः अनन्तरमस्ति चेत् न भवति. अनन्तरं पदान्तात् टवर्गात्, नाम प्रथमं टवर्गः अत्र अस्ति, समग्रम् अस्ति, नाम पूर्णतया टवर्गः पूर्वमस्ति चेत् पदान्तात् तत्र श्रुतं न भवति. अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा? इदानीं श्रुत्वं समाप्तमस्ति. नाम इदानीं दशनिमेषेषु मया उक्तं, किन्तु अत्र गृहे भवन्तः एकस्मिन् निमेषे द्रष्टुं शक्नुवन्ति इतः अग्रे, स्मरणार्थं, पुनः स्मरणार्थम् अस्तु, ष्टुनष्टुः, अनन्तरं न पदान्तात्वराणाम्, अनन्तरं न तोषि, अनन्तरं शात्, बस् तावदेव अस्ति. शीघ्रमेव एकवारं, किमर्थं शीघ्रं भवितुमर्हति? यतोहि स्तोः श्चूनाष्टुः इति कश्चन प्रतिनिधिः अस्ति, पूर्णतया श्चुत्वसन्देहे कृते स्तोः श्चूनाष्टुः इति प्रतिनिधिः अस्ति. तर्हि मनसि यदा स्तोः श्चूनाष्टुः श्रूयते, तदानीम् अर्थः मनसि आगच्छति चेत् बस् कार्यम् आगच्छति, कार्यम् अभवत्. स्तोः श्चूनाष्टुः, अनन्तरं श्चूनाष्टुः, किन्तु न पदान्तात् तोरणां, न तोषि, न शात् इति एकः समूहः. स्पष्टमस्ति वा? कोऽपि प्रश्नः? नाम अत्र व्यावहारिकरूपेण कथं मनसि तिष्ठेत् इति वार्ता अस्ति, नो चेत् पुनः अग्रिमे वर्षे विस्मरणं भविष्यति, प्रतिदिनमेव विस्मरणं भविष्यति. किन्तु यया रीत्या देवः देवो देवाः, देवं देवो देवान् इति वयं कृतवन्तः, रोतनं कृत्वा इदानीं मनसि अस्ति, न कापि चिन्ता. एवमेव हल्सन्धेः यः कोऽपि सन्धिः, यत्किमपि कार्यं शीघ्रमेव अवलोकयामश्चेत् मनसि तिष्ठति सुलभतया. उदाहरणार्थं घण्टपञ्चात्मकवर्गः अस्ति, बहु किमपि अधीतवन्तः, किन्तु तदनन्तरं कियत् तिष्ठेत्, कियत् स्थास्यति मनसि? अल्प एव. किन्तु शीघ्रं पश्यामः चेत् सुलभतया मनसि तिष्ठति. तर्हि स्तुः श्चूनाष्टुः, न पदान्तात्वरणां, न तोषि, न शात् तावदेव अस्ति. अग्रे गच्छेम. अनन्तरं त्रीणि तत्र सन्धित्रयमस्ति, जष्ट्वसन्धिः, छट्वसन्धिः, अनन्तरम् अनुनासिकसन्धिः इति अस्ति. तर्हि क्रमेण वयं तु जानीमः एव, अत्र किमपि नास्ति, नाम विषयः परिचितः अस्ति खलु. जष्ट्वसन्धिः इदानीं केवलं जलां जषन्ति इति अपेक्षितमस्ति पदान्ते, यतोहि पदनिर्माणम् अस्माकं कार्यं नास्ति. तर्हि पदान्ते जष्ट्वं, जलां जषन्ति, जानीमः तत्र झल् प्रत्याहारे के वर्णाः सन्ति? सुब्रह्मण्यमहोदय वदतु कृपया. आं महोदय, झल् प्रत्याहारे अत्र अननुनासिकवर्गीयव्यञ्जनानि अपि च श, ष, स, हा, बहु समीचीनमस्ति. तावत् ज्ञानमपेक्षितमस्ति, स्थूलरूपेण अननुनासिकवर्गीयव्यञ्जनानि इति मनसि भवति चेत् बहु समीचीनं. झल्, अनन्तरं जश् इति किं महोदय? जष् प्रत्याहारे अत्र वर्गीय तृतीयसदस्यः महोदय, अनुनासिकव्यञ्जनं विहाय जबगडद विहाय इति वदनस्य आवश्यकता नास्ति, केवलं तृतीयसदस्यः खलु, तृतीयसदस्यः भवति तत्र न अनुनासिक तत्र निवेशः इव नास्ति, तृतीयसदस्यः जपगडद. अस्तु, समीचीनमस्ति. जलां जशन्ति, तत् पदान्ते जशादेशः भवति अनुनासिकवर्गीयव्यञ्जनानां. मरुत् वहति, तकारस्थानि दकारः, तावदेव. बहु समीचीनमस्ति. तर्हि पदान्ते इति अत्र सामान्यसूत्रमस्ति, पदान्ते जलां जश्, यः कोऽपि जल् वर्णः अस्ति तस्य जश् आदेशो भवति पदान्ते. किन्तु तस्य इदानीम् अग्रिममस्ति चाट्वसन्धिः, तस्य अपवादः अस्ति खरि च. तर्हि जलां जशोन्ते इति सामान्यसूत्रमस्ति, किन्तु खर् प्रत्याहारे स्थितस्य वर्णस्य उपस्थितिः अस्ति परः इति चेत् न भवति, यतोहि जलां चर् खरि च. जलां जश् भवति पदान्ते, किन्तु परः खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् जर् जश् न भवति, अपि तु चर्. नाम तृतीयसदस्यः इति सामान्यमस्ति, तस्य अपवादभूतत्वं भवति तत्र चर्. परः खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् चर् भवति, न तु जश्. तावदेव अस्ति जश्वसन्धिः चट्वसन्धिः. स्पष्टमस्ति खलु? तत्र अग्रे वयं दृष्टवन्तः, अत्र मरुत् वहति, तकारस्य दकारः, जष्ट्वं, सर्वत्र सामान्यचिन्तनं तदेव अस्ति. अनन्तरं किन्तु पदान्ते वदामि, ततः अग्रे खर् प्रत्याहारे खर् प्रत्याहारे के वर्णाः सन्ति? लक्ष्मी भगिनी वदतु. खर् प्रत्याहारे प्रथम द्वितीयसदस्याः. हा, एतावदेव अस्ति, किमपि नास्ति. तर्हि जस्ट् झल् स्थाने जश् भवति, किन्तु प्रथम अथवा द्वितीयसदस्यः अस्ति चेत् परः, तदानीं प्रथमसदस्यादेशः भवति, न तु तृतीयसदस्यादेशः, यथा अत्र त्यग् योगः स्यति. अत्र जलां जशन्ति इति किं भवति? अत्र त्यग् योगः स्यति. हा, वस्तुतः अत्र पदान्ते नास्ति इति कृत्वा उदाहरणं नास्ति समीचीनं, किन्तु अस्मद् पुत्रः इति कुर्मः. अस्मत् योगः पुत्रः, अस्मत् पुत्रः अस्ति. दकारस्य स्थाने तकारादेशो भवति, अत्र प्रथमसदस्यः आदेशः भवति खरि च इति सूत्रेण. हा, किन्तु सामान्यचिन्तनमस्ति यत् दकारः एव नाम पदान्ते दकारः अथवा सुहृद् पठति इति तत्र इतोपि सरलमस्ति, अत्र समासः विषयः नास्ति. सुहृत् पठति, अत्र जलां जशन्ति किं वदति? अत्र जलां जशन्ति सुहृद् भवति, तकारस्य स्थाने दकारादेशो भवति, तदर्थं सुहृद् पठति इति भवति. हा हा, इति सामान्यचिन्तनं नाम अस्माकं सामान्यं किं सुहृद् इति तत्र पदान्ते अस्ति दकारः, अतः अग्रे कः वर्णः अस्ति इति चिन्तनस्य आवश्यकता एव नास्ति, दकारः एव तृतीयसदस्यः, अतः दकारः तिष्ठति, सुहृद् पतति इति सामान्यचिन्तनं. किन्तु खरिच इति अपवादभूतसूत्रमस्ति, खरिच बालसुब्रह्मण्यं वदतु, तत्र खरिच किं वदति? यदि परे परे खर् वर्णः अस्ति चेत् जल्वर्णस्थाने छर्त्वं भवति, प्रथमसदस्यवर्गीयप्रथमसदस्यवर्णः आयाति. खरि प्रथम द्वितीय सदस्यवर्णानि परे अस्ति चेत् जलस्थाने चर्पं भवति. अत्र पकारः कीदृशः खरि अस्ति वा? खरि प्रकारः इत्युक्ते पकारः पठति इत्यस्य पकारः खरि अस्ति वा? पठति इति इदानीं सुहृद् पठति इति पकारः सुहृद् पठति करि अस्ति तस्मात् दकारस्थाने चर्त्वं भवति प्रथमसदस्य तकारः सुहृत् पठति इति. तर्हि अत्र द्वितीयकार्यसमूहः अस्ति खलु, नाम जलांजशौन्ते इति सामान्यचिन्तनं, किन्तु अत्र पकारः खरि अस्ति इति कृत्वा चर्त्वसन्धिः भवति खरि चाति सूत्रेण. स्पष्टमस्ति, अत्र नूतनं किमपि नास्ति, केवलं शीघ्रमेव कुर्मः. तर्हि झलां जशौन्ते खरि च. इदानीं झल् प्रत्याहारे ये वर्णाः सन्ति तेषां चिन्तनमस्ति. अत्र अनुनासिकसन्धिः अत्रैव स्थापयामि. यद्यपि यर् अस्ति न तु झल्, तथापि तत्र साम्यमस्ति. इदानीं यद्यपि अनुनासिकवर्णाः अपि अन्तर्भूताः, किन्तु यर् प्रत्याहारे सन्ति महोदय, के के वर्णाः अन्तर्भूताः? यर् प्रत्याहारे हकारं वर्जयित्वा सर्वे हल् वर्णाः सन्ति. हा, इति समीचीनमस्ति, सर्वे हल् वर्णाः. तर्हि यथा झल् आसीत् उपरि, नाम झलां जशौन्ते अपि च खरि च उभयत्र झल् आसीत्, अत्र झल् अपि अन्तर्भूतः अति तु अस्ति झल्. तर्हि अत्र एक कार्यसमूहः अस्ति इति चिन्तयतु. यतोहि अत्र तस्मात् अत्र उदाहरणानि पश्यन्तु, तत् तस्मात् तकारः, सुहृद्दकारः, वाग् इति गकारः, सर्वे हल् तत्र झल् वर्णाः तु सन्ति झल्. तर्हि सामान्यचिन्तनं तदेव अस्ति, नाम झल् इति सर्वसामान्यम् अत्र अस्ति. तर्हि तस्मात् युगः, इदानीम् एतावत्पर्यन्तं झलां जशौन्ति इति सामान्यसूत्रमस्ति, तस्य प्रवर्तनं भवति सर्वत्र, यत्र खरि च भवति, यत्र युरोनासिक नासिको वा इति भवति, सर्वत्र झलां जशौन्ति इति तु अस्ति एव भवति. तर्हि अत्र सामान्यसूत्रमस्ति झलां जशौन्ति, अपवादत्वेन तत्र खरि च, खर् प्रथमद्वितीयसदस्यः परः अस्ति चेत् तत्र चर् आदेशः भवति. अत्र अनन्तरं पञ्चमवर्णः अस्ति, पञ्चमसदस्यः अस्ति वर्गस्य पञ्चमवर्णः अस्ति चेत्. तर्हि प्रथममस्ति झलां जशौन्ति इति सामान्यचिन्तनं, यः कोऽपि वर्णः अथवा वर्णः नास्ति चेदेव इति झलां जशौन्ते. अनन्तरम् अग्रे प्रथमद्वितीयसदस्यः अस्ति चेत् खरि च. इदानीं पञ्चमसदस्यः अस्ति चेत् नकारः, मकारः अस्ति चेत् अनुनासिकादेशः विकल्पेन भवति. तर्हि तस्मात् न, सन्दीपमहोदय अत्र किं भवति? तकारस्य परे तकारः यर् प्रत्याहारे अस्ति, तस्मात् तकारस्य परे नकारः अस्ति अनुनासिकवर्णः, तत्र तकारस्य नकारादेशः भवति तस्मान्न इति विकल्पेन. हा, अनुनासिकादेशः भवति, तद्वर्गस्य अनुनासिकादेशः भवति विकल्पेन. तर्हि न भवति चेत्? न भवति चेत् तकारस्य दकारादेशः भवति जलां जशौन्ते सूत्रेण. हा, किं भवति? तस्माद् न इति पदं भवति. हा, बहु समीचीनमस्ति. तर्हि तस्मात् न, तस्मात् न इति यदि संहिताविषयः अस्ति, संहितायां नास्ति चेत् किमपि न भवति, सन्देहे अवसरः एव नास्ति, सन्धिकार्यं न भविष्यति खलु. यदि पृथक्तया वक्तुमिच्छामः तत्तु सर्वत्र विकल्पेन भवति वाक्यस्तरे खलु. तस्मात् न, तस्मात् न गच्छति, कारणात् तस्मात् न गच्छति बालकः. किन्तु यदि यदि एकस्मिन् स्थले नाम संहितायाम् इच्छा अस्ति तर्हि संहितायाः, तर्हि तत्र तकारस्थाने नकारः विकल्पेन भवति, न भवति चेत् सामान्यकार्यं झलां जषन्ति तकारस्थाने दकारः तावदेव अस्ति. तस्मान्न, तस्माद्न. एकमेव उदाहरणं पश्यामः चेत् नाम प्रतिनिधिरूपेण मनसि सारल्यमस्ति. तर्हि द्वितीयकार्यसमूहः स एव अस्ति. स्पष्टमस्ति? तत्र खरिचा इति प्रसङ्गे अत्र अपि वक्तव्यमासीत् यत् वावसानि इति अस्ति. वावसानि, वावसानि इति जानीमः. वावसानि इति विद्याभगिनी वदतु अत्र किमस्ति. वावसानि यदि जलप्रत्याहारस्य वर्णः अस्ति, अनन्तरं पदान्ते यदि जलप्रत्याहारस्य वर्णः अस्ति, क्षम्यतां महोदय, यदि अवसान अवस्थायां जलप्रत्याहारस्य वर्णः अस्ति, परे कर्प्रत्याहारस्य वर्णः अस्ति चेत् तदा जलप्रत्याहारस्य स्थाने चर् आदेशः भवति विकल्पेन, अपक्षे जष्त्वं भवति. न न न, वावसाने, वावसाने इति सूत्रं तत्र खर् इति किमपि नास्ति खलु. अवसाने, अवसानम् इत्युक्ते किम्? अवसानम् इत्युक्ते विरामो अवसानम् इत्युक्ते अग्रे किमपि वर्णः, वर्णस्य अभावः अस्ति. हा, अभावः किमपि नास्ति, अतः खर् इति प्रसक्तिः नास्ति अत्र खलु. खर् इति किमपि नास्ति अत्र. अवसानावस्थायां जल् स्थाने चर्. हा, तावदेव. परः किमपि नास्ति इति कृत्वा, अन्यत् परे परे किमपि नास्ति, केवलम् अवसानावस्थायां तत्र जलां जषन्ते इति तु भवति एव, अनन्तरं वा अवसाने इति नेन विकल्पेन चराजशः भवति. यथा अस्ति विद्युत्, अस्ति विद्युत् इति उदाहरणमस्ति, तत्र वाक्यस्य अन्ते विद्युत् अस्ति, तकारः जलां जषन्ते इति तकारस्य दकारः भवति एव, विकल्पेन वा अवसाने तकारः, प्रथमतया तकारस्थाने दकारः, अनन्तरं विकल्पेन तकारः भवति. अस्तु, बहु समीचीनमस्ति. तर्हि इति द्वितीयकार्यसमूहः किं, जलां जषन्ते, खरिचा, यरुनासिका नुनासिको वा इति, इति द्वितीयकार्यसमूहः. स्पष्टमस्ति महोदय? प्रश्नः अस्ति वा? आम्, अस्मद्योगः पुत्र, तत्र पूर्वम् अस्मत् इति आसीत्, अनन्तरं जष्त्वं भवति पदान्ते दकारः अस्ति. कुत्र भवति? पूर्वं करीच इति अस्ति किल महोदय, तत्र एक उदाहरणम् अस्ति. अस्मद्योगः पुत्र, पुत्रः इति. आमां, तत्र पूर्वम् अस्मद् इति, अस्मत् इति आसीत्, तदा जष्त्वं भूत्वा अस्मद् इति अभवत्, अनन्तरं करीच आगच्छति. इत्युक्ते प्रथमं जष्ट्वं भवति एव वा? अत्र अत्र शब्दः अस्ति अस्मद्, न तु अस्मत्. शब्दः अस्ति अस्मद् इति अहं मन्ये. शब्द मूलशब्द प्रातिपदिकं किम्? अस्मद् खलु. सन्दीप महोदय किं प्रातिपदिकम् अस्ति? दकारान्त अस्मद्, परन्तु यदि पञ्चमी विभक्ति भवति चेत् अस्मत् तकारान्त एव. यदि समासावस्थायां दकारान्त अस्मद् प्रातिपदिकं. हा, मूलशब्दः अस्ति दकारः अस्मद्. तर्हि अत्र भगिनी दकारः अस्ति एव. ओ अस्तु, परन्तु यदि दकारः नास्ति पूर्वं तकारः आसीत् इत्युक्ते प्रथमं जष्ट्वं भवति एव वा, अनन्तरमेव करिच आगच्छति वा? अत्र समासस्य विषयः किञ्चित् विशिष्टविषयः अस्ति अत्र समासस्य विषयः. यत्र समासः अस्ति तत्र प्रातिपदिकरूपेण शब्दः आगच्छति अस्मद्. किन्तु भवती वक्तुमिच्छति यत् समासस्य विषयः नास्ति चेत् यथा सरित् पुत्रः इति तादृशं वक्तुं भवितुम् अर्हति वाक्यस्तरे सरित् पुत्रः, तर्हि किं वक्तुमिच्छति? यदि सरित् पुत्रः अस्ति चेत् प्रथमं जष्ट्वं सरिद् इति भवति वा, अनन्तरं करीच आगच्छति वा? किमर्थम् इत्युक्ते करीच अपवादसूत्रम् इति उक्तवान्, तदा जष्ट्वसन्धेः प्राप्ति भूत्वा एव करीच आगच्छति वा, अथवा जष्ट्वसन्धिः प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति वा? प्रश्नः समीचीनः अस्ति. वस्तुतः एतत् सर्वं मानसिकस्तरे भवति. जष्ट्वप्राप्तिः अस्ति किन्तु करीचा अपवादभूतसूत्रम् अस्ति इति कृत्वा तत्र दकारः यदि यद्यपि प्रसक्तिः आसीत् किन्तु प्राप्तिः न भवति, वास्तविकस्तरे न भवति. मनसि अस्माकं चिन्तनं किं? प्रथमतया जलां जशोन्ते, अनन्तरं खरिच तस्य बाधकसूत्रमस्ति, बाधकसूत्रम् इति कृत्वा दकारः न भवति. भवति स्म किन्तु न भवति. स्पष्टमस्ति वा? अस्तु, तर्हि अत्र अस्माकं द्वितीयकार्यसमूहः जातः. प्रथमं किम् आसीत्? श्रुत्वं पञ्चसूत्राणि सन्ति. द्वितीयं किं? जष्ट्वसन्धिः, चत्वसन्धिः, अनुनासिकसन्धिः इति. यत्र झल् अथवा यर् अस्ति चेत् झल् इति चिन्तयतु, झल् प्रथममस्ति, अनन्तरं सामान्यचिन्तनमस्ति जष्ट्वं, किन्तु खर् परः अस्ति चेत् चत्वम्, अनन्तरम् अनुनासिकवर्णः अस्ति चेत् विकल्पेन अनुनासिकादेशः भवति. समीचीनं वा? अग्रे गच्छेम. अनन्तरं नाम अस्य मूल्यं किम्? अग्रे गत्वा सरलतया मनसि तिष्ठेत्. यद्यपि बोधः जातः तावता, किन्तु यदि वयं पठामः नाम एकवर्षपर्यन्तं गभीररूपेण मनसि न स्थास्यति, किन्तु निमेषद्वये पश्यामः चेत् तिष्ठति इति मूल्यम्. तर्हि इति इदानीं तृतीयसमूहः अस्ति, अनुस्वारसन्धिः, परस्वर्णसन्धिः. अत्र जानीमः तत्र पदान्ते मकारः अस्ति चेत् मोनुस्वारः, पदान्ते मकारः अस्ति चेत् तस्य स्थाने अनुस्वारादेशः भवति. अपदान्ते नश्चापदान्तस्य झल् इति नकारमकारयोः स्थाने अनुस्वारः भवति झलि. अत्र अस्माकम् अधिककार्यं नास्ति. सामान्यतः मोनुस्वारः इति नाम व्यवहारिकजीवने भवति मोनुस्वारः. अनन्तरं परसवर्णसन्धिः न एकवारं. तर्हि अत्र दृश्यं किं? दृश्यमस्ति प्रथम कार्यसमूहे यत्र दन्त्यवर्णः अस्ति अपि च तालव्यवर्णः अथवा दन्त्य अपि च मूर्धन्यवर्णः. द्वितीयमस्ति तत्र झल् प्रत्याहारे कश्चन वर्णः. अनन्तरं किमपि नास्ति अथवा खर् अस्ति अथवा अनुनासिकवर्णः अस्ति इति द्वितीयं. तृतीयमस्ति पदान्ते मकारः अथवा अपदान्ते मकारनकारः. अत्र स्थाने अनुस्वारः भवति, अनन्तरं अनुस्वारस्य का गतिः? परसवर्णसन्धिः. अनुस्वारस्य यै परसवर्णः अपि च वापदान्त वापदान्तस्य हा तर्हि संक्षेपे एतावत् अन्य कोऽपि आगतवान् वा विलम्बेन कोऽपि अस्ति पूर्वं ध्वनिः श्रुतः आसीत् अस्तु तर्हि अत्र अनुस्वारस्य यै परिसवर्णः इति सरला भगिनी वदति वा सरलरीत्या शीघ्रमेव अत्र किं कः कार्यमस्ति किं कार्यमस्ति अनुस्वारस्य यै परसवर्णः अस्ति यदि अनुस्वारस्य परे यै प्रत्याहारस्य कोऽपि वर्णः अस्ति तस्य अनुस्वर तस्य पञ्चम सदस्य अनुस्वर तुलना आगच्छति तस्य सवर्ण अनुनासिक अत्र उदाहरणं किमस्ति अत्र उदाहरणमस्ति मुं योगच्छति अत्र चकार यै प्रत्याहारे अस्ति तस्य पञ्चम वर्गीय अनुनासिक अनुस्वारस्य तुलना सहित अस्ति तत्र नकार अनुस्वारस्य स्थाने आगच्छति मुञ्चति इति निष्पन्नं भवति इति नित्यम् अस्माकं व्यावहारिकजीवने अधिकं तथा नास्ति यतोहि पदनिर्माणम् अस्माकं कार्यं नास्ति आधिक्येन भवति पदान्ते पदान्ते इति चेत् वा पदान्तस्य तेन विकल्पेन भवति विकल्पेन इति अस्ति इति कारणतः अत्र जयमहोदय वदतु अत्र किमस्ति उदाहरणं गृहं च पुनः प्रश्नः एकवारं पृच्छतु नाम अत्र गृहं योगः च अत्र मकारः अत्र किं कार्यं भवति प्रथमतया मकारस्य मकारस्य किं भवति मकारस्य का गतिः गृहं योगः च परसवर्णः न्या भवति गृहं च इति भवति न किन्तु क्रमेण अस्माभिः द्रष्टव्यमस्ति प्रथमं कार्यं किं प्रथमं कार्यं किम् अन्य कोऽपि वदति वा जगन्नाथ वदतु अनुस्वारस्य ययि परे चकारः ययि न न किन्तु तत्तु प्रथमं कार्यं नास्ति गृहं मकारः अस्ति अनन्तरं च गृहमस्ति जगन्नाथमहोदय वदतु गृहम् अस्तु अत्र पदान्तस्य पदान्ते मकारमस्ति तस्य वापदान्तस्य रूपेण अत्र मकारस्य स्थाने ण्यकारः भवति न तथा अस्माकं प्रथमं राजेन्द्रमहोदय प्रथमं महोदय अत्र मकारः अन्ते अस्ति पदस्य पदान्ते तत्र मकारस्य मो अनुस्वर सूत्रेण णकारः भवति तत् अनुस्वर आदेशः भवति हा हा हा प्रथमं कार्यं पदान्ते मकारः पदान्ते अस्ति इति कृत्वा इदानीं प्रथमं इत्युक्ते नाम सेनेरियो दृश्यम् अवगन्तव्यमस्ति यत्र कुत्रापि सन्धिः भवति तत्र स्थितिः का इति प्रथमम् अभिज्ञानमपेक्षितं रेकग्निशन् अभिज्ञानं नाम अस्माकं परिस्थितिः किं सूत्रमपेक्षितमस्ति तत्र पदान्ते झल् अस्ति चेत् झलां जशन्ति नाम द्वितीयकार्यसमूहः अस्ति पदान्ते झल् अस्ति चेत् किं भवति झलां जशन्ते अथवा लक्ष्मीभगिनी वदतु द्वितीयकार्यसमूहे कानि सूत्राणि सन्ति झलां जशन्ते खरि च अनन्तरम् अनुनासिकसन्धेः सूत्रं यरोनु नासिकेनु नासिको वा सूत्रत्रयं हा अपि च वावसाने इति अपि स्थापनीयमस्ति. तर्हि जलां जशोन्ते खरि च वावसाने यरोनु नासिकेनु नासिको वा इति सूत्रचतुष्टयमस्ति. मनसि अस्ति चेत् कार्यं जातमस्ति. कार्यसमूहः कः इति पुष्पाभगिनी वदति वा? महोदय प्रथमः किं कार्यसमूहस्य सूत्राणि कानि सूत्राणि कति सूत्राणि सन्ति आहत्य? चत्वारि सन्ति. न कार्यसमूहः इदानीम् अहं वदामि स्म कार्यसमूहः अस्ति. इदानीम् कार्यसमूहे कानि सूत्राणि सन्ति, कति सूत्राणि, कानि सूत्राणि, कति सूत्राणि? तत्तु प्रथमं स्तोः सुनास्तुः, अनन्तरम् शीघ्रमेवक्तव्यमस्ति. अस्माकं चिन्तनं किम् अद्य? शीघ्रचिन्तनं येन मनसि तिष्ठेत्. मास्तु द्वितीयसूत्रं किमस्ति? प्रथमं सूत्रं किं? प्रथमस्तोस्तुनाश्चुः. अनन्तरम्? अनन्तरं स्तोस्तुनाश्चुः. प्रथमं स्तोः स्टुनाश्चुः, अनन्तरं स्टुनाश्चुः. स्टुनाश्चुः अनन्तरं अष्टनाश्चुः अनन्तरं तो नक्तशीन न पदान्ता पदान्तात् तोरणं तोरणं नापदान्तसूत्रम्. अनन्तरं तोषि अनन्तरं शात् आहत्य कति सूत्राणि? पञ्चम पञ्च पञ्चसूत्राणि. पुनः वदतु क्रमेण. पुनः वदतु क्रमेण. स्तोः सुनाश्चुः स्तोः सुनाश्चुः न न सम्यक् अस्य उच्चारणं सम्यक् न भवति. नष्टं भवति. पश्यन्तु एकनिमेष भगिनी एकनिमेषः. अस्माकम् उच्चारणं सम्यक् न भवति चेत् मनसि अवगमनं नास्ति, बोधः नास्ति. स्तोः स्तुनाष्टुः स्तुनाष्टुः न पदान्तात्तोरणं तोरणां तोः शी शात् इति पञ्चसूत्राणि सन्ति. अस्तु, इति प्रथम कार्यसमूहः अस्ति. अनन्तरं द्वितीयकार्यसमूहः द्वितीयकार्यसमूहः रविप्रकाशमहोदय वदति वा? महोदय अस्ति. अस्तु, तर्हि राजीभगिनी वदति वा? नास्ति वा? विद्याभगिनी वदतु. द्वितीयसमूहे जलां जशोन्ते, अनन्तरं खरीच वा अवसाने, अग्रिमं यरोनुनासिके अनुनासिको वा. बहु समीचीनमस्ति. तर्हि प्रथमे पञ्चसूत्राणि, द्वितीये चत्वारि सूत्राणि. अस्तु, इदानीं तृतीय कार्यसमूहः अस्ति. इदानीं एकनिमिषं भगिनि, इदमपि बोध्यं यत् प्रथमकार्यसमूहे कुत्र नाम एतादृशं भवति. अहं वदामि स्म यत् अपि ज्ञानमपेक्षितमस्ति, यथा गृहं योगः च. तत्र कस्मिन् कार्यसमूहः अस्ति, प्रथमं सूत्रं किम् इति मनसि भवति चेत् कार्यं सुलभमस्ति. भगिनी वदतु. क्षम्यतां महोदय, जलां जश्चषि एतस्मिन् समूहे न भवति वा? अस्ति अस्ति, किन्तु अस्य कार्यं न्यूनं भवति, किन्तु जलां जष्टसि इति अपदान्ते अस्ति, अपदान्ते पदान्ते अस्माकम् अधिकं नाम सामान्यजीवने तत्र पदान्ते अस्माकं कार्यमस्ति, यत्र पदनिर्माणं भवति तत्र अपदान्ते इत्युक्ते पदनिर्माणम् इति चिन्तनं प्रवर्तमानमस्ति, अस्ति किन्तु अस्माकं सामान्यव्यवहारिकस्तरे तत्र नापेक्षितम्. अस्तु, तर्हि इदानीं तृतीयकार्यसमूहः अस्ति अनुस्वारसन्धिः परसवर्णसन्धिः. कुत्र यत्र पदान्ते मकारः अथवा अपदान्ते मकारनकारः, प्रथमकार्यसमूहः कुत्र अस्ति? तालव्यवर्णः, दन्त्यवर्णः अथवा मूर्धन्यवर्णः, दन्त्यवर्णः इति प्रथमकार्यसमूहः. द्वितीयकार्यसमूहः तत्र पदान्ते झल्वर्णः, पदान्ते झल्वर्णः इति अनन्तरं द्रष्टव्यमस्ति अग्रे वर्णः अस्ति वा अवसाने अस्ति वा, वर्णः अस्ति चेत् खर् अस्ति वा अथवा अनुनासिकवर्णः अस्ति वा इति द्वितीयं दृश्यमस्ति द्वितीयकार्यसमूहः. इदानीं तृतीयकार्यसमूहः अस्ति यत् पदान्ते मकारः अथवा अपदान्ते नकारः मकारः. अपदान्ते अस्माकम् अधिकं कार्यं नास्ति, सामान्यतया पदान्ते भवति, आधिक्येन पदान्ते अस्माकं खलु, पदं तु अस्माकं पुरतः अस्ति, पदनिर्माणम् अस्माकं कार्यं नास्ति. पदमस्ति यथा गृहं, गृहमिति पदमस्ति. तर्हि अजय महोदय अवगच्छति वा इदानीं किं प्रथमं कार्यं? वदतु. प्रथमं पदान्तम् इति अनन्तरं वापदान्तस्य, न वापदान्तस्य इति न वापदान्तस्य इति अनन्तरम् आगच्छति. अत्र यस्मिन् क्षणे वयं पश्यामः यत् पदान्ते मकारः अस्ति अनन्तरं हल्वर्णः अस्ति, पदान्ते मकारः अनन्तरं हल्वर्णः, अस्माकं प्रथमं कार्यं किम्? प्रथमं कार्यं सुब्रह्मण्यमहोदय कृपया. प्रथमं कार्यम् अत्र मौनस्वारः महोदय, पदान्ते मकारः अस्ति अनन्तरं हल्वर्णः अस्ति अतः मकारस्य स्थाने अनुस्वारः आगच्छति इति सामान्यबोधः अस्ति अस्माकं. नाम अजय महोदय अत्र अस्माकं सामान्यबोधः सूत्रमिति त्यजतु, यदा पदान्ते मकारः अस्ति तदनन्तरं कोऽपि किमपि व्यञ्जनम् अथवा कोऽपि हल्वर्णः अस्ति तदानीं मकारस्य अनुस्वारः इति सामान्यज्ञानमस्ति. यदा भवान् ईमेल् लिखति अथवा यत्किमपि लिखति संस्कृतेन, यदा भवतः वाक्ये किमपि गमनं, चिन्तनं, पदं, गृहं, मकारः अन्ते अस्ति चेत् यत्र यत्र मकारः पदान्ते अस्ति भवतः चित्रे, पत्रे, भवतः पत्रे, तत्र द्रष्टव्यमस्ति ततः अग्रे हल्वर्णः अस्ति वा, अस्ति चेत् मकारस्य स्थाने अनुस्वारः लेखनीयः. मकारः न तिष्ठति तत्र, अस्माकं तादृशी प्रथा नास्ति, मकारः न भवेत्. अग्रे स्वरवर्णः अस्ति चेत् अस्वर्णः, तदनन्तरं तस्यां दशायां मकारः तिष्ठति. किन्तु मकारस्य अनन्तरं यथा गृहं योगः च हवर्णः अस्ति अतः मकारस्य स्थाने अनुस्वारः अवश्यं करणीयं महोदय. आम्, एतत् सन्धेविषये अस्ति खलु. सन्धेविषये इत्युक्ते शब्दस्य परिवर्तनम्, उच्चारणस्य परिवर्तनम्. अत्र मम प्रश्नः अस्ति, मकारस्य तथा अनुस्वारस्य उच्चारणे कः भेदः? न, प्रश्नः बहु सम्यक् अस्ति. पुनः आगच्छतु अस्तु प्रथमतया नाम अजयमहोदय अवगच्छतु, अनन्तरं भवतः प्रश्नः बहु समीचीनमस्ति, उचितप्रश्नः. अजयमहोदय अवगच्छति वा? अवगच्छामि. हा, भवान् वदतु. मया किमुक्तं प्रथमं इति इदानीं सूत्रं त्यजतु. यदा भवान् एकं पत्रं लिखति यद् ईमेल् लिखति, तदानीं किं कर्तव्यमस्ति लेखनानन्तरं? प्रथमं चिन्तयामि मकारः पदान्तस्य मकारः अस्ति वा न वा इति सूचयामि. मकारः अस्ति चेत् अनन्तरं हल् वर्णः अस्ति वा न वा इति चिन्तयामि. हल् वर्णः अस्ति चेत् मकारस्य स्थाने अनुस्वारः आदेशः अवश्यं करणीयः. अवश्यं करणीयः. यत्र मकारः पदान्ते अस्ति ततः अग्रे हल् वर्णः अस्ति, मकारस्थाने अनुस्वारः इति सामान्यज्ञानमस्ति, अवश्यं करणीयमस्ति. इदानीं भवान् वदतु केन सूत्रेण? मोनुस्वारः इति सूत्रेण. हा, बहु समीचीनमस्ति. हा, बहु समीचीनमस्ति. तर्हि यत्र पदान्ते मकारः अस्ति, इदानीम् अस्माकं तृतीयकार्यसमूहः अस्ति अवश्यं. पदान्ते मकारः अस्ति चेत् तत्र तस्यां दशायां स्ट्युट्वसन्धि स्ट्युट्वसन्धि वा इति नास्ति, यतोहि मकारः न दन्त्यवर्णः न वा तालव्यवर्णः, अपि च स्ट्युट् अपि च न वा मूर्धन्यवर्णः. अतः इति कृत्वा तत्र प्रथमकार्यसमूहे नाम अस्माकं यथा त्रिवर्षीयबालकः चतुर्वर्षीय पञ्चवर्षीयबालकः तत्र पज़ल् इति करोति चेत् खलु, नाम तत्र विच् पीस् गोस् इन् विच् होल् इति कुर्मः खलु, तत्र अत्र बालकानां क्रीडा अस्ति. अत्र कार्यसमूहत्रयमस्ति अस्माकं पुरतः, तर्हि किम् अपेक्षितं? विच् गोस् इन् विच् होल् इति द्रष्टव्यमस्ति. हा, तर्हि अत्र गृहं योगः च इति स्थित्यां जानीमः यत् प्रथमकार्यसमूहः नास्ति, द्वितीयकार्यसमूहः अपि नास्ति, यतो हि झल् नास्ति, अतः जलां जुषन्ति खरि च इति नास्ति. अपि च तत्र अनुनासिकसन्धिः अपि विल्लतया एतादृशं चिन्तनम् अपेक्षितमस्ति. झल् इति एव चिन्तयतु तत्र आधिक्येन. झल् अपि नास्ति. तर्हि अत्र किमस्ति? अत्र मकारः पदान्ते अस्ति, तदनन्तरं किं द्रष्टव्यमस्ति? ततः अग्रे हल्वर्णः अस्ति वा? अस्ति चेत् मौनुस्वारः, मकारस्य स्थाने अनुस्वारः. तदनन्तरं हा अस्तु, इदानीं सञ्जीवमहोदयस्य प्रश्नः आगतः. इदानीं गृहं योगः च मकारस्य स्थाने अनुस्वारः जातः. अस्तु, लेखनार्थं परिवर्तनं जातम् इति तु सत्यम्, अधुना उच्चारणभेदः अस्ति न वा इति प्रश्नः. गृहं योगः च मकारस्य स्थाने अनुस्वारः जातः. वस्तुतः मम अपि जिज्ञासा आसीत्, अहं हेगडेमहोदयं पृष्टवान् एकवारं, सः उक्तवान् यत् उच्चारणभेदः नास्ति, प्रायः नास्ति एव. लेखनस्य शैली इयं, नो चेत् मया तादृशं न कदापि श्रुतम्. अनुस्वारस्य यः ध्वनिः अस्ति, अनुस्वारः इत्युक्ते तत्र नासिकया, नाम गृहा गच्छति इति भविष्यति, तत् तादृशं मया न कदापि श्रुतम्, अपि च तादृशी प्रथा अपि नास्ति. तर्हि लेखनस्य नियमः अयं प्रधानतया यावतः अवगच्छामि. सञ्जीवमहोदय, भवता किमपि अन्यत् श्रुतं वा अस्मिन् प्रसङ्गे? न श्रुतं मया. अद्य इदानीं जिज्ञासा जाता, सन्धिः इत्युक्ते प्राक्तनकाले लेखनम् अधिकं न अभवत्, केवलं श्रवणमेव, श्रुतिः एव आसीत्. तदा तु सन्धिः इत्युक्ते केवलं शब्दपरिवर्तनं, शब्दविकृतिः, तदा अनुस्वारसन्धि मौनस्वारः तत्र मया अपेक्षितमस्ति तत् किमपि कोऽपि भेदः अस्ति किञ्चित् भेदः भवेत् इति. आमामां हा किन्तु अत्र एकमेव उदाहरणं सन्धिलोके सन्धि अवसरे यत्र प्रायः सर्वे वदन्ति यत् मौनस्वारः इति केवलं लेखनार्थमस्ति, उच्चारणभेदः नास्ति. हा आम् नाम परस्वर्णसन्धिः भवति चेत् तत्र भविष्यति अवश्यम् उच्चारणभेदः. इदानीम् अग्रे पश्येम. तर्हि गृहं योगः च मकारस्थाने अनुस्वारः भवति मौनस्वारः इति सूत्रेण. तत्र लेखनार्थं सर्वे अवगच्छेयुः लेखनार्थं तत्र वदतु. किम केवलं लेखनार्थं सन्धेः आवश्यकता का? लेखनार्थं नाम यत्र संहिता इति विषयः अस्ति. वस्तुतः टेक्निकलि गृहम् इति मकारः नाम अत्र मौनस्वारति सूत्रस्य अनुवृत्तिसहितसूत्रं पश्यतु. पदस्य महा अनुस्वारः हलि संहितायां संहितायाम् अत्र वाक्यस्तरे अस्ति, यतोहि तत् पदान्ते अस्ति. अतः इदं सूत्रं विकल्पेन अस्ति यत्र संहिता इति इष्टा अस्ति अस्माकं. संहिता इष्टा अस्ति चेदेव मकारस्थाने अनुस्वारः. किन्तु वस्तुस्थितिः इयं यत् सर्वे कुर्वन्ति. अत्र मकारः तिष्ठति चेत् परीक्षायां शिक्षकः वदिष्यति यत् अयं दोषः, अयं सन्धिः इति. परम्परागतसन्धिः सर्वत्र भवति, प्रवर्तनीयमस्ति, सन्धिः प्रवर्तनीयः. हा तर्हि अत्र मौनस्वारः यद्यपि टेक्निकलि संहितायां विषये एव भवति, किन्तु संहितायां सर्वत्र भवति इति कृत्वा अस्यां दशायाम् इति कृत्वा मकारस्थाने अनुस्वारः भवति एव. अपि च उच्चारणभेदः इत्यस्य प्रथा नास्ति, अतः लेखनशैली इति एव जातमस्ति. नाम प्राचीनकाले किम् आसीत् इति वयं न जानीमः खलु, किन्तु इदानीं लेखनशैली एव अस्ति. तर्हि इदानीं मनुस्वारः तेन मकारस्थाने अनुस्वारः जातः. ततः अग्रे किं सुब्रह्मण्यमहोदय तत्र किञ्चित् वदतु. अग्रे अत्र परसवर्णः आदेशः अपि भवति विकल्पेन महोदय, वा पदान्तस्य इति सूत्रेण. अतः अत्र गृहयोगः च अत्र चकारः परवर्णः अस्ति, अनुस्वारेण सह चकारस्य सवर्णः भवति चवर्गीय अनुनासिकवर्णः. अतः अत्र ञकारः आदेशरूपेण आगच्छति, अतः गृहञ्च इति रूपं निष्पन्नं भवति. बहु समीचीनमस्ति. तर्हि आहत्य यत्र एतादृशी परिस्थितिः भवति गृहं योगः च, तत्र मकारः न तिष्ठेत्. मकारः तिष्ठति चेत् परम्परानुसारं प्रथानुसारम् अत्र दोषः अस्ति. टेक्निकलि स्पीकिङ्ग् दोषः नास्ति, किन्तु व्यवहारे दोषः इति एव. गृहं योगः च इति तत्र सन्धिः करणीयः. प्रथमतया मौनस्वारः तेन मकारस्य अनुस्वारः भवति. गृहं योगः च इति अनुस्वारः इति लेखनीयमस्ति, किन्तु मकारः उच्चारणीयमस्ति गृहं च. अनन्तरं वा पदान्तस्य तेन विकल्पेन तत्र परसवर्णादेशः भवति ञकारः. तदानीं न केवलं लेखनभेदः अपि तु उच्चारणभेदः अपि अस्ति. तर्हि अनुस्वारः अस्ति चेत् वदामः गृहं च, ञकारः अस्ति चेत् गृहञ्च ञकारः ञ. स्पष्टमस्ति? अस्तु, बहु समीचीनमस्ति. तर्हि आहत्य कार्यसमूहत्रयमस्ति, टोर्लि अपि अस्ति, किन्तु अस्तु. लक्ष्मीभगिनी वदति वा, गते सप्ताहे जातं खलु टोर्लि? आं महोदय, टोर्लि सवर्गस्य लकारे परे परसवर्णादेशः भवति. इत्युक्ते प्रथमपदस्य अन्तिमवर्णः तकारः, अनन्तरं द्वितीयपदस्य प्रथमवर्णः लकारः परः चेत् परसवर्णादेशः भवति. अत्र परसवर्णः इत्युक्ते लकारस्य सवर्णः लकारः एव, तदर्थं लकारद्वयम् आगच्छति. तदर्थं तल्लयः, तत् योगः लयः तल्लयः इति भवति. इति वैशिष्ट्यमस्ति. इति वैशिष्ट्यमस्ति अस्मिन् तृतीयकार्यसमूहे प्रधानतया मोनुस्वारः वा पदान्तस्य, प्रधानतया व्यावहारिकजीवने मोनुस्वारः वा पदान्तस्य. अनुस्वारः भवति चेत् भवति एव, अनन्तरं विकल्पेन वा पदान्तस्य इत्यनेन परसवर्णादेशः. समीचीनम्. इति तृतीय कार्यसमूहः. तर्हि एतावत् अस्माभिः यत् साधितमस्ति, कार्यसमूहत्रयमस्ति, तत् निमेषद्वये स्वस्य गृहे अवलोकयितुं शक्यते. एवं करणीयमस्ति. प्रथमवारं यदा बालकः पठति तदानीं मासत्रयं मासद्वयं वा अपेक्षितमस्ति एतत् सर्वं अवगमनार्थं. किन्तु एकवारं यदा बोधः जातः पुनस्मारणार्थं शीघ्रमेव पश्यति चेत् सुलभमस्ति. अस्तु, इतः अग्रे तादृशकार्यसमूहः नास्ति, किन्तु प्रधानतया कार्यसमूहत्रयं मनसि चेत् बहु किमपि साधितमस्ति. इतः अग्रे गच्छेम. इदानीं यद्यपि कार्यसमूहः तादृश नास्ति, तथापि शीघ्रमेव कुर्मः, यतोहि पूर्वमपि अधीतवन्तः, पूर्वमपि अधीतवन्तः, अतः शीघ्रम् अत्रापि शीघ्रं पश्यामः चेत् लाभः. अस्तु, तर्हि इदानीं रविप्रकाशमहोदयः अस्ति वा, राजीभगिनी अस्ति वा? अस्तु, राजेन्द्रमहोदय. अहमस्मि महोदय. अस्तु, भवती भवत्याः मनसि अस्ति वा इदम्? अस्तु, किं कुर्मः, एकवारं राजेन्द्रमहोदय वदतु, अनन्तरं राजीभगिनी पुनः. आं महोदय, किं वदामि अत्र अत्र किं कार्यमस्ति स्थूलरूपेण? एतत् सर्वं गभीररूपेण न परिशीलनमस्ति, अत्र सरलरीत्या वक्तव्यमस्ति. मनसि अस्ति वा इदं सूत्रम्? आम् आम् अस्ति महोदय, परन्तु न जानामि भवान् किं सूत्रम् इच्छति. ङमूढागमसन्धिः, ङमूढागमसन्धिः इति अग्रे. इदानीं कार्यत्रयं कार्यसमूहत्रयं जातमस्ति. आम् आम् आम्. नमो ह्रस्वादिचि नमो नित्यं, ह्रस्वात् स्वरात् परः यः नम् तदन्तात् पदात् उत्तरस्य अचः नमुक् आगमो भवति नित्यं नित्यं. तत् उदाहरणत्वेन कुर्वन् अस्मि, कुर्वन्नस्मि तत्र भवति. तत्र किं पदान्ते नकारः अस्ति, तदनन्तरम् अचुवर्णः आगच्छति, तत् नित्यं तत् द्वित्वं भवति नकारस्य, कुर्वन्नस्मि निष्पन्नं भवति. हा, बहु समीचीनमस्ति, सरलरीत्या उक्तमस्ति, बहु सुन्दरमस्ति. इदानीं तदानीं बोधः तिष्ठति खलु, यदा शीघ्रमेव सरलरीत्या वदामः. एतत् सर्वं पठनस्य आवश्यकता नास्ति, केवलं किन्तु तृतीयनिमित्तमासीत्, तृतीयनिमित्तमपि अपेक्षितमस्ति. हा, नाम पदान्ते अस्तु, ङम् इति इति अस्मिन् के वर्णाः सन्ति तत्र महोदय? तत्र सर्वे अनुनासिक स्वराः सन्ति. सर्वे इति न, सर्वे नकारस्य विहाय सर्वे न. द्वितीयवाक्यं पठतु, ङं प्रत्याहारे ङं प्रत्याहारे न न इति वर्णः अन्तर्भूतः त्रयः एव दन्तीनकारः मूर्धनि नकारः कण्ठी नकारः वर्णत्रयमेव सन्ति तत्र हा हा वर्णत्रयमस्ति तर्हि कुर्वन् तत्र दन्तिनकारः अस्ति इति एकं निमित्तं नाम निमित्तानि कानि अस्मिन् सूत्रे निमित्तानि कानि एकमस्ति दन्त्यनकारः अस्ति अस्तु तत्र ङं प्रत्याहारे अस्ति समीचीनम् अनन्तरं किमपेक्षितम् अनन्तरम् अचुवर्णः आगच्छति अचुवर्णः आगच्छति इति द्वितीयम् इतोपि एकं निमित्तम् अस्ति तत्र व्याख्यां पुनः पठतु नित्यम् आगच्छति पुनः व्याख्यां तत्र व्याख्यानं स्वरात् परः तस्य अर्थः कः ह्रस्वात् स्वरात् परः परः ह्रस्वस्वरः अस्ति चेत् न न न न अत्र पञ्चमी अस्ति खलु आम् आं ह्रस्वात् ह्रस्वात् स्वरात् परः यः नम् ह्रस्वात् राजी भगिनी सहायं करोति वा आं महोदय ह्रस्व अचुवर्णात् परः यः नम् आगच्छति तत्र उम्बुट् आगमः भवति इत्युक्ते इति पञ्चमी इत्युक्ते परकार्यम् परकार्यं तर्हि अत्र कुर्वन् योगः अस्मि इति स्थितौ कानि निमित्तानि सन्ति इति प्रदर्शितं महोदय अवगच्छामि इदानीं महोदय भगिनी वदतु कृपया ह्रस्व अकारः अस्ति कुत्र कुर्वन् वकारः ह्रस्व अकारः तस्य परात् नकारः आगच्छति अतः नकारात् परः अचुवर्णस्य कस्मिन् वर्णः अस्ति अतः नकारः द्वित्वं भूत्वा कुर्वन् अस्मि इति आगच्छति आहत्य कति निमित्तानि सन्ति त्रीणि त्रीणि निमित्तानि सन्ति समीचीनमस्ति राजेन्द्रमहोदय वदतु पुनः आम् इदानीं महोदय किम् अस्ति निमित्त त्रयम् अस्ति अत्र एकं तु अस्ति ह्रस्वात् ह्रस्ववर्णः स्वरः अस्ति तत्र कुर्वन् वकारस्य ह्रस्ववर्णः तदनन्तरं नकारः अस्ति नम् प्रत्याहारैः अन्तर्भूतः तदनन्तरम् अचुवर्णः आगच्छति अस्मि अकारः अस्ति तत्कारणात् त्रीणि निमित्तानि तत्र सन्ति तत्कारणात् तत् नकारस्य द्वित्वं भवति कुर्वन् अस्मि नस्मि संहितायां विषये भवति तत्र एकं सूत्रमस्ति यथा सङ्ख्यम् अनुदेशः समानम् इति तस्य अर्थः केवलं यत् त्रयः वर्णाः सन्ति ङ न यथा सङ्ख्यम् अनुदेशः नाम क्रमेण ङ अस्ति चेत् ङ आगच्छति अण अस्ति चेत् अण आगच्छति न अस्ति चेत् न आगच्छति इति क्रमेण भवति स्पष्टमस्ति खलु अत्र पुस्तके कानिचन उदाहरणानि शीघ्रमेव पश्येम अत्र नवत्रिंशत्तमे पुटे नवत्रिंशत्तमे पृष्ठे तत्र किञ्चित् पश्येम अत्र जगन्नाथमहोदय वदतु अत्र उदाहरणम् अत्र एतत् सर्वं न पठनीयमस्ति तत्र केवलं प्रत्यङ् योगः आत्मा अत्र अङ आ अस्ति इति कृत्वा ङ द्विवारम् आगच्छति प्रत्यङ्गात्मा द्वितीयं करोतु पुस्तके बालसुब्रह्मण्यं तत्र सुघन् योग ईशः सुघ ह्रस्व आकारः न प्रत्याहारे अस्ति ईशः अच्छः, तस्मात् सूत्रस्य प्रसक्तिः अस्ति सुघण्णीशः, ईकारस्थानकारः सुघण्णीशः. समीचीनमस्ति. अनन्तरं महोदय भवानेव गृह्णन् योग उन्मिषन् गृह्णन् अकारः ह्रस्वाकारः नकारः प्रत्याहारे अस्ति, उन्मिषम् अश्वर्णः, तस्मात् अत्रापि कार्यं करोति ग्रह्णन् क्षम्यतां ग्रह्णन् उन्मिषन्. बहु समीचीनमस्ति. हा इति अस्ति सहदेव महोदय, अस्ति वा? आम् आं महोदय. हा पुस्तके पश्यति वा युञ्जन् एवम्? आं युञ्जन् योगः एवम् आम् इति युञ्जन्नेवम्. अत्र निमित्तानि वदतु. युञ्जन् पदान्ते पदान्ते नकारः नम् प्रत्याहारे द्वितीयपदस्य इकारः अच् प्रत्याहारे अनन्तरं नकारः आगच्छति युञ्जन्नेवम्. वाह बहु समीचीनमस्ति महोदय, सहदेव महोदय बहु सम्यक् अस्ति. केवलं इतोपि एकं निमित्तं वक्तव्यमासीत्, नाम युञ्जन् इति तत्र नम् प्रत्याहारे नकारः, ततः अग्रे एवम् इत्यस्य एकारः अच् प्रत्याहारे अस्ति. नकारात् पूर्वं कः वर्णः अस्ति? हा बहु समीचीनमस्ति महोदय. युञ्जन् इत्यस्मिन् जकारोत्तर अकारः अस्ति, अ न ए, ह्रस्व अकारः नकारः ए इति कृत्वा नकारः नकार आगमः भवति युञ्जन्नेवम्. अस्तु ततः अग्रे द्वितीयं करोतु. तपस्योगः तपस्विनेहि निमित्तानि. आम् प्रथमतमं पदस्य पदान्ते नकारः द्वितीयं पदस्य अच् प्रत्याहारे नकारः आगच्छति तपस्विनेहि. इति नाम निमित्तद्वयं भवता उक्तमस्ति, नकारः एकारः. अनन्तरं तृतीयं निमित्तं किम्? जगन्नाथमहोदय सहायं करोतु. प्रथम एकार तृतीयनिमित्तं दीर्घ एकाकार एकार मध्ये सहदेव महोदय उक्तवान् पदान्ते नकारः अस्ति नम् प्रत्याहारे, अनन्तरम् एहि इत्यस्य एकारः अच् प्रत्याहारे, अनन्तरं तृतीयं किम्? नकारस्य पूर्वं ह्रस्व इकारः अस्ति इति अस्ति. सहदेव महोदय पश्यति वा? आम् आम् अवगच्छामि. नाम निमित्तत्रयमस्ति, इ न ए. बहु समीचीनमस्ति जगन्नाथमहोदय. तत्र ततः अधोभागे अभ्यासः अस्ति तिर्यङ्. अत्र किमस्ति तिर्यङ्? अत्र अत्र तिर् यङ् ह्रस्वकार तस्य तस्मात् पश्चात् अत्र अस्ति मध्ये नकार अस्ति तर्हि आगम नकारद्वयम् आगच्छति तिर्यङत्र इति. हा बहु समीचीनमस्ति. पुष्पा भगिनी अग्रे. विषीदन्निदम् एकनिमिष महोदय, नास्मि. अस्तु अस्तु, अत्र सम्यक् अस्ति महोदय, शृणोति वा? विषीदन्निदं तत् अत्र विषीदन् योगः इदं, तत्र ह्रस्व अकारः दन् विषीद अकारः, परे नकारः अस्ति, नकारस्य परे अच्वर्णः इदम् इ अस्ति, तथैव विषेदन्निदम्. हा बहु समीचीनमस्ति. तत्र नकारः कस्मिन् प्रत्याहारे? नकारः नकारः नम् पत्रः प्रत्याहार. बहु समीचीनमस्ति. अस्तु अग्रे अजय महोदय अग्रे. सर्वस्मिन् योगः एव, सर्वस्मिन् एव, सर्वस्मिन् नकारः, तस्मिन् पूर्वे ह्रस्व इकारः, परे एकारः इति त्रीणि निमित्तानि सन्ति. हा हा हा हा बहु समीचीनमस्ति. विद्या भगिनी अग्रे. तस्मात् परे कारः अनुस्मरणः अस्ति, निमित्तत्रयमस्ति, अतः इति कारस्य पूर्वं नकारः आगच्छति. हा सुन्दरं, बहु समीचीनमस्ति. इति कृत्वा ङमुडाङमः मुडाङमसन्धिः अस्ति. हा इदानीं शीघ्रमेव वयं दृष्टवन्तः, अवगमनं जातमस्ति. तत्र अनुवृत्तिसहितसूत्रं पश्यन्तु एकवारं. सुब्रह्मण्यमहोदय कृपया पठतु. ह्रस्वात् ह्रस्वात् गमः पदात् गमुट् अचि नित्यं संहितायां. हा इति स्पष्टमस्ति. इति स्पष्टं समाप्तमस्ति. ह्रस्वात् ङमः पदात् ङमूट् अचि नित्यं संहितायां. सर्वे गृहपाठरूपेण पश्यन्तु किमस्ति अत्र. इदानीं शीघ्रमेव भवानेव वदतु पूर्व सवर्णसन्धिः इति किमस्ति, अनन्तरं समापयामः. निमेषत्रये शीघ्रावलोकनं. अत्र झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशः भवति. तस्माद् योगः अत्र धर्म्याद् योगः इ, अत्र दकारः यदस्ति तत्तु झै प्रत्याहारस्य वर्णः, तदनन्तरम् अत्र हकारः अस्ति, अतः अकारस्य विकल्पेन पूर्वसवर्णादेशः भवति. इत्युक्ते अत्र हकारः कण्ठ्यवर्णः, दकारः तु दन्त्यवर्णः, अतः उच्चारणस्थानम् उपयोगं कृत्वा तु न ज्ञातुं शक्नुमः. आभ्यन्तरप्रयत्नः अपि अत्र दकारस्य स्पृशः अस्ति, हकारस्य उष्माणः अस्ति, अतः तत्रापि न कर्तुं शक्नुमः. दकारः जश् प्रत्याहारे अस्ति, हकारः अपि न न अत्र दकारः हकारः अत्र एकनिमिषः महोदय एकनिमिषः सर्वे एवम् अवगन्तुं न शक्नुयुः इति अहं मन्ये. एकवारं नाम एकवारं सरलरीत्या सूत्रं किं, तस्य अर्थः च कः, एकवारं नाम आरम्भे सूत्रं किं, तस्य अर्थः कः? आरम्भे सूत्रमस्ति झयोहोन्यतरस्याम्. इत्युक्ते अत्र जयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णः आदेशः भवति. अत्र हकारस्य पूर्वसवर्णः भवति वर्गीयचतुर्थसदस्यः. पूर्वं यः वर्णः अस्ति तस्य चतुर्थसदस्यः भवति. अत्र उदाहरणमस्ति धर्म्याद् योगः इति अत्र बहु सम्यक् अस्ति. केवलं वदामि, अत्र सर्वे पश्यन्तु, सर्वे पश्यन्तु एकवारम् अनुवृत्तिसहितसूत्रं. जयः हः पूर्वस्य सवर्णः अन्यतरस्यां, नाम विकल्पेन जयः इति पञ्चमी, हः पूर्वस्य सवर्णः इति पश्यन्तु कथमस्ति. जयः इति पञ्चम्यन्तं, हः इति षष्ट्यन्तं, नाम हः इति षष्ट्यमिति स्थाने खलु, जयः इति पञ्चमी, नाम झय् इति प्रत्याहारः अस्ति, तदनन्तरं हकारः अस्ति इति चेत् हकारस्य स्थाने पूर्वस्य वर्णस्य सवर्णादेशः भवति. अस्तु, हा प्रदर्शयतु कृपया महोदय. अत्र धर्म्याद् योगः हि इति उदाहरणमस्ति. अत्र दकारः यदस्ति धर्म्याद्, तत्तु झै प्रत्याहारस्य वर्णः, अपि च तदनन्तरं हकारः अस्ति, अतः झय उत्तरस्य झयोः अन्यतरस्याम् इत्यस्य प्रसक्तिः अस्ति. इदानीं हकारस्य स्थाने पूर्वसवर्ण आदेशः भवति, हकारस्य पूर्वसवर्णः भवति अत्र तवर्गीयव्यञ्जनमेव, अतः अत्र तवर्गीयचतुर्थवर्णः हकारस्य स्थाने विकल्पेन आगच्छति. अतः एकपक्षे अत्र धर्म्याद्धि भवति, अन्यस्मिन् पक्षे धर्म्याद् हि भवति. हा, सरलरूपेण वदामः चेत् तत्र तत् वर्गस्य यः पूर्ववर्णः, सर्वे पश्यन्तु दकारः अस्ति, कस्मिन् वर्गे अस्ति, तत् दन्त्यवर्गः, यः वर्गः अस्ति तस्य चतुर्थवर्णादेशः भवति ध. अग्रे ग, चतुर्थवर्णः कः? घ, वणिग्. प्रथमतया सर्वत्र जलां जशन्ति इति भवति अत्र, अनन्तरं हकारस्य तस्मात् पूर्वं यः वर्णः तस्य वर्गस्य चतुर्थसदस्यादेशः भवति इति सर्वरीत्या उच्यते चेत्. तर्हि सरला भगिनि, तत्र द्वितीयं करोतु, वणिग् योगः सति प्रथमं जलान् जशोन्ते वणिङ् भवति, गकारः आगच्छति जशादेश भवत् भूत्वा, तत्रनन्तर हकार तस्य पूर्वं गकारकवर्गीयस्य तस्य चतुर्थसदस्य घ भवति, वणिङ् सति इति भवति वा वणिङ् हस्ति विकल्पेन वणिङ् हस्ति भवति. न, उच्चारणं किं पुनः वदतु? वणिङ्घ वणिङ्घ सति प्रथमं, झयो झयो झयोः न्यत्तरस्याम् इति सूत्रेण. नाम वणिग् हकारस्य स्थाने घ, वणिग् घसति, वणिग् घसति इति भवति खलु. आम्, यथा धर्म्याद्धि वणिग् घसति, विकल्पेन न भवति चेत्, न भवति चेत् वणिङ् हसति, हसति इति भवति. हा हा हा हा, बहु समीचीनमस्ति. अस्तु, अन्ततो गत्वा लक्ष्मी भगिनी अन्तिमं करोतु. तत् योगः हितम्, अत्र प्रथमपदस्य अन्तिमवर्णः तकारः, तकारः झै प्रत्याहारस्य वर्णः, परवर्णः हकारः, झयः उत्तरस्य हकारस्य इति अत्र निमित्तमस्ति. प्रथमतया जष्ट्वमिति कृत्वा तत्र अन्ततो गत्वा तकार दकारः, हा वदतु. प्रथमं तद् भवति झलां चिषन्ति इति सूत्रेण, तद् योगः हितं, तद्धितम् इति भवति हकारस्य स्थाने पूर्ववर्णस्य सवर्णः आदेशः भवति, इत्युक्ते तकारस्य सवर्गस्य चतुर्थवर्णः ढकारादेशः भवति, तदर्थम् अन्तिमं रूपं दद्धितम् इति भवति. अत्र सूत्रं वदति अन्यतरस्याम् इत्युक्ते विकल्पेन दद्धितम् अपि भवति. हा, बहु समीचीनमस्ति. हा, तर्हि जलां दृशन्ते इति विकल्पेन नास्ति. नाम अत्र अन्यतरस्याम् इत्युक्ते संहितायां विषये अपि अन्यतरस्यां कुत्रचित् वाक्यस्तरे, अत्र वाक्यस्तरे अस्ति खलु, वाक्यस्तरे कानिचन सूत्राणि सन्ति नित्यं, कानिचन सन्ति विकल्पेन. नित्यं भवति संहितायां विषये, किन्तु अतः अन्ततो गत्वा वक्तुः इच्छानुसारं भवति, यद्यपि नित्यं स्यात्. नाम संहितायां विषयः नायष्यते चेत् तत् हितमिति तिष्ठति एव, तत् हितं. किन्तु जलां जशोन्ते इति कुर्मः चेत् तत्र तद् हितं, तत्र संहितायां विषये तद् हितम्. अनन्तरं तत्र झयोः अन्यतरस्यामिति अन्यतरस्याम् इत्युक्ते यद्यपि जलां जशोन्ते भवति तद् हितं, तथापि वयं विकल्पेन कर्तुं शक्नुमः, नापि कर्तुं शक्नुमः. झयोः अन्यतरस्यां भवति चेत् तद् हितम्. अस्तु, बहु समीचीनमस्ति. यदि शीघ्रचिन्तनम् अस्माभिः कृतमस्ति, इदानीं यः अवशिष्टभागः अस्ति अस्मिन् पाठे, एतत् सर्वम् अग्रिमे सप्ताहे प्रायः समापयितुं शक्नुमः, नो चेत् सप्ताहद्वयं शीघ्रमेव कुर्मः. इदानीम् एतत् सर्वं वयं कृतवन्तः इति कारणतः शीघ्रं चिन्तनं भवति चेत् मनसि तिष्ठति. तदर्थं अस्मिन् सप्ताहे आरम्भतः शीघ्रमेव प्रतिदिनं निमेषपञ्चकम् अपेक्षितम् इति भवतां कार्यमस्ति. पञ्चनिमेषात्मकपूर्णस्मरणं कर्तव्यमस्ति प्रतिदिनं. किन्तु सोमवासरः, मङ्गलवासरः, बुधवासरः, प्रतिदिनं पञ्चनिमेषात्मकपूर्णस्मरणं कर्तव्यमस्ति आरम्भतः अत्र पर्यन्तं शीघ्रमेव. कार्यसमूहत्रयमस्ति. अनन्तरं यत् अन्ततो गत्वा घुमारागमसन्धिः अपि च पूर्वसवर्णसन्धिः इति शीघ्रमेव द्रष्टव्यमस्ति प्रतिदिनम्. अनेन मनसि तिष्ठति. अस्तु, तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः.